पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 40 सूत उवाच एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः एषा मन्यतमा सङ्गान्मुक्तो भवति मानवः तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् पापराशिनि पादाय नान्योपायकलौ युगे वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा एवं योनुदिनं ब्रूदे सयादि परमं महद पापानि तस्य नश्यन्ति तीर्थालापनमात्रतः तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः तीर्थानां सेवनादेव सेवितो भवति प्रभुः नारायणो जगत्कर्ता नास्ति तीर्थात् परम्पदं ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसञ्चयः विष्णुश्च परमेशानसेव्य एव सदा नृभिः ब्राह्मणानां विशेषेण सेवनं मुनिपुङ्गवाः सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः तस्माद्विजपदं साक्षात् सर्वतीर्थमयं शुभम् भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेद् अश्वत्थस्य तुलस्याश्च गवां कुर्यात् प्रदक्षिणं सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते तस्मात् दुष्कृतकर्माणि नाशयेत्तीर्थसेवनाद् अन्यथा नरकं यादि कर्म भोगाद्धिशाम्यदि पापिनां नरके वासः सुकृदि स्वर्गमश्नुते तस्मात् पुण्यं निषेवेद तीर्थं खलु विचक्षणः ऋषय ऊचुः श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकं प्रयागं तु पुरा प्रोक्तं सङ्क्षेपात् सूद यत्त्वया विशेषाच्छ्रोतुमिच्छामः सूदनः कथ्यतामिति सूद उवाच साधुपृष्ठं महाभागाः प्रयागं प्रतिसुव्रताः हन्ताकं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनं मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते एतस्मिन्नन्तरे राजा कुन्दीपुत्रो युधिष्ठिरः भ्रातृशोकेन सन्तप्तः चिन्तयंस्तु पुनः पुनः आसीत् दुर्योधनो राजा एकादश चमूपतिः अस्मान् सन्तप्य बहुशः सर्वे ते निधनं गदाः वासुदेवं समाश्रित्य पञ्चशेषास्तु पाण्डवाः कथं द्रोणं च भीष्मं च कर्णं चैव महाबलं दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितं राजानो निहता सर्वे ये चान्ये शूरमानिनः विना राज्येन कर्तव्यं किं भोगैर्जीवितेन वा धिक्कष्टमिति संचिन्त्य राजा विह्वलतां गतः निश्चेष्टोऽध निरुत्साह किं चित्तिष्ठत्यधो मुखः लब्धसंज्ञो यदा राजा चिन्तया नः पुनः पुनः कं चरे विधिना योगं नियमं तीर्थमेव वा येनाहं शीघ्रमामुच्ये महापादककिल्बिषाद यत्र स्नात्वा नरो यादि विष्णु लोकमनुत्तमं कथं पृच्छामि वै कृष्णं येनेदं कारिदं महद धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतं व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः रुदन्तः पाण्डवा सर्वे भ्रातृशोकपरिप्लुताः ये च तत्र महात्मानः समेताः पाण्डवाश्रिताः कुन्दी च द्रौपदी चैव ये च तत्र समागताः भूमौ निपतिता सर्वे रोदमानाः समन्ततः वाराणस्यां तु मार्कण्डस्तेन ज्ञातो युधिष्ठिरः यथा विक्लवमापन्नो रोदमानस्सु दुःखितः अचिरेणैव कालेन मार्कण्डस्तु महातपः हस्तिनापुरसम्प्राप्तो राजद्वारे स तिष्ठति द्वारपालोऽपिदं दृष्ट्वा राज्ञः कथितवान् धृतं त्वां द्रष्टुकामो मार्कण्डोद्वारे तिष्ठत्यसौ मुनिः त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः युधिष्ठिर उवाच स्वागतं ते महाप्राज्ञस्वागतं ते महामुने अद्य मे सफलं जन्म अद्य मे पाविदं कुलम् अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने सिंहासन उपस्थाप्य पादशौचार्चनादिभिः युधिष्ठिरो महात्मा वै पूजयामासतं मुनिं ततस्तमूचे मार्कण्डपूजितोऽहं त्वया विभो आख्याहि त्वरितो राजन् किमर्थं त्वरितं त्वया केन वा विक्लवीभूतः कथयस्व ममाग्रदः युधिष्ठिर उवाच अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने यदत्सर्वं विदित्वादु भगवानिह चागदः मार्कण्डेय उवाच शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः नैव दृष्टं रणे पापं युध्यमानस्य धीमदः किं पुना राजधर्मेण क्षत्रियस्य विशेषदः तदेवं हृदये कृत्वा तस्मात् पापं न चिन्तयेद ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिं पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनं कथयस्व समासेन मुच्येऽहं येन किल्बिषाद मार्कण्डेय उवाच शृणु राजन्महाभाग यन्मां पृच्छसि भारत एवं साङ्ख्यं च योगं च तीर्थं चैव युधिष्ठिर किं पुनर्ब्राह्मणैः पुण्यै कीर्तिदं वै पुरा विभो प्रयागमनं श्रेष्ठं नराणां पुण्यकर्मणाम् इति श्रीपद्मे महापुराणे स्वर्गखण्डे चत्वारिंशोऽध्यायः ॐ